सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आरम्भे सुभाषितस्य श्रवणम् आरभ्यते। आदौ सर्वैः सुभाषितं श्रूयताम्। भगिनी सुभाषितं स्मारयतु। गुरुभ्यो नमः। विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीन पशुः। गुरुभ्यो नमः। धन्यवादाः भगिनी। अस्माकं प्रवर्तमानः विषयः अस्ति अस् धातोः भूतकालरूपाणि, अस् धातोः लङ्लकाररूपाणि इति विषयः पूर्वस्मिन् वर्गे आरब्धः आसीत्। स एव विषयः अद्यापि अनुवर्तते। अत्र लङ्लकारप्रयोगः अपि भूतकालार्थे भवति अथवा तस्मिन् स्थाने क्तावतु प्रत्ययान्तरूपाणि अपि उपयुज्य वाक्यानि लेखितुं शक्नुमः। क्तावतु प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति। गते सप्ताहे अहं त्रीणि करपत्राणि प्रेषितवती। पुंलिङ्गे गतवत् इति प्रातिपदिकमस्ति, प्रथमाविभक्ति एकवचनरूपं गतवान् भवति। तस्यापि त्रिषु वचनेषु सप्तसु विभक्तिषु रूपाणि भवन्ति। स्त्रीलिङ्गे ईकारान्तशब्दः भवति, नदीशब्दवत् रूपाणि भवन्ति, प्रातिपदिकं गतवती भवति, तस्य रूपाणि अपि सप्तसु विभक्तिषु भवन्ति। नपुंसकलिङ्गे अपि क्तवतु प्रत्ययान्तरूपाणि भवन्ति। गतवत् इति प्रातिपदिकं स्वीकुर्मः चेत् प्रथमाविभक्त्यन्तं रूपं गतवत् भवति, तस्य रूपाणि अपि प्रेषितवती। इत्युक्ते त्रिषु लिङ्गेषु क्तवतु प्रत्ययान्तरूपाणि सम्भवन्ति। अपि च उदाहरणार्थं कानिचन वाक्यानि अहं वक्तुमिच्छामि। क्तवतु प्रत्ययान्तरूपाणि उपयुज्य वाक्यानि वदामि। अहं संस्कृतं पठितवती, अहं पुष्पं घ्रातवती, चलनचित्रं दृष्ट्वा हसितवती, बालकः वृक्षात् पतितवान्, पाचकः पायसं पक्ववान्। पश्यन्तु, पच् धातुः अस्ति किन्तु तस्य रूपं पक्ववान्। इत्युक्ते कुत्रचित् भेदः दृश्यते, तदर्थं सूत्राणि सन्ति। मृगः अरण्ये धावितवान्, पार्वती उपासनां कृतवती, अहं देवं नतवती, इत्युक्ते नम् धातोः रूपं नतवती, शिशुः दुग्धं पीतवान्, पिबति इत्यस्य रूपं पीतवान् भवति, भक्तः देवं स्तुतवान्, वैद्यः रुग्णं प्रश्नं पृष्टवान्, विष्णुः गजेन्द्रं रक्षितवान्, बालकः आपणात् पुस्तकम् आनीतवान्, महिला कूपात् जलम् आनीतवती। वयं सर्वे संस्कृतं गते सप्ताहे किञ्चित् पठितवन्तः, कांश्चन श्लोकान् अपि वयं दृष्टवन्तः। अन्यानि वाक्यानि, मारीचः रावणम् उदितवान्, उदितवान् स्थाने उक्तवान् इति रूपमपि साधु। देवः वरं दत्तवान्, आञ्जनेयः लङ्कायां सीतां दृष्टवान् इत्यादीनि वाक्यानि लेखितुं शक्नुमः। भवन्तः सर्वे एतानि वाक्यानि श्रुतवन्तः एव, सुपरिचितानि वाक्यानि एव। एकवारं भवन्तः सर्वे त्रिषु लिङ्गेषु रूपाणि, क्तवत्वन्तरूपाणि कथं सम्भवन्ति इति एकवारं पश्यन्तु। क्तवत् प्रत्ययस्य प्रसङ्गे कांश्चन विषयान् वक्तुमिच्छामि। क्तवत् प्रत्ययः सर्वदा कर्तारं बोधयति, इत्युक्ते अयं प्रत्ययः कर्त्रर्थकप्रत्ययः। रामः पाठं पठितवान्, तस्मिन् वाक्ये रामः पठितवान्, रामः इत्यस्य विशेषणम् एव पठितवान् इत्युक्ते कर्त्रर्थकप्रत्ययः। इत्युक्ते सर्वदा अयं प्रत्ययः कर्तारं बोधयति। अपि च भूतकालार्थकप्रत्ययः, भूते इति एकं सूत्रमस्ति. तस्य सूत्रस्य अधिकारे अयं प्रत्ययः धातुतः विहितः भवति. इत्युक्ते अयं प्रत्ययः कृत् प्रत्ययः इति वदामः. इत्युक्ते तिङ् नास्ति. तिङ् प्रत्ययः अस्ति चेत् तिङन्तरूपं निर्माणं भवति, किन्तु धातुतः कृत् प्रत्ययस्य योजनेन कृदन्तपदम्. इत्युक्ते अयं प्रत्ययः तिङ् नास्ति इति कृत्वा कृत् प्रत्ययः. इत्युक्ते पठितवान् इति कृदन्तपदं. पठितवान् इति पदं स्वीकुर्मः चेत् पठ् धातुतः तावत् प्रत्ययस्य योजनेन पठितवान् इति रूपं सिद्ध्यति. अयं प्रत्ययः तावत् प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. इत्युक्ते केचन प्रत्ययाः सर्वेभ्यः धातुभ्यः न विहिताः भवन्ति, किन्तु अयं प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति. अनेन प्रत्ययेन भूतकालक्रियायाः निर्देशः भवति. भूतकालिकक्रियायाः निर्देशः भवति. तत्र एकं सूत्रमस्ति कर्तरीकृत् इति सूत्रेण तवत् प्रत्ययः कर्तुः निर्देशार्थं प्रयुज्यते. इत्युक्ते भिन्नरीत्या वक्तुमिच्छामश्चेत् तवत् प्रत्ययेन कर्तृकारकम् अभिहितं भवति. कर्तृपदस्य विशेषणं भवति अस्य योजनेन. इत्युक्ते तवत् प्रत्ययान्तरूपं कर्तृपदस्य विभक्तिं स्वीकरोति. इत्युक्ते तत्र कर्तृपदस्य विभक्तिः इत्युक्ते प्रथमाविभक्तिः. प्रथमाविभक्तिः इति वदामश्चेत् तत्रापि एकं सूत्रमस्ति प्रातिपदिकार्धलिङ्गपरिमाणवचनमात्रे प्रथमा इति एकं सूत्रं. प्रातिपदिकार्धलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण सर्वदा कर्तृपदस्य प्रथमाविभक्तिः भवति. तथा एव तवत् प्रत्ययान्तशब्दः कर्तृपदस्य विशेषणं भवति. इत्युक्ते तवत् प्रत्ययान्तशब्दस्य विभक्तिः लिङ्गं वचनं सदा कर्तृपदसदृश्यं भवति. कर्तृपदसदृशं भवति इति तत्र विषयः. उदाहरणार्थं कानिचन वाक्यानि वदामि. रामः गतवान् इत्यस्मिन् वाक्ये रामः इत्यस्य विशेषणं गतवान्. तथा एव इमानि पदानि सप्तसु विभक्तिषु सम्भवन्ति. तदर्थं द्वितीयाविभक्तिं स्वीकुर्मः चेत् गतवन्तं रामं कृष्णः दृष्टवान्. गतवन्तं रामं तत्र द्वितीयाविभक्त्यन्तं पदमस्ति. तथा एव गतवता रामेण कृष्णः दृष्टः तृतीयान्तं रूपम् उपयुज्य. इत्युक्ते एवं रीत्या सप्तसु विभक्तिषु कर्तृपदस्य विशेषणं भूत्वा वाक्यानि सम्भवन्ति इति एकः विषयः. क्तवतु इति कथनेन तत्र आदौ ककारः अस्ति. क्तवतु इति कथनेन आदौ ककारः अस्ति. सः ककारः इति संज्ञकवर्णः. लशक्वतद्धिते इति एकं सूत्रमस्ति. तेन सूत्रेण आदौ स्थितस्य अयं तु प्रत्ययः एव, प्रत्ययस्य आदौ स्थितस्य ककारस्य इति संज्ञा भवति, पश्चात् तस्य लोपः अपि भवति लशक्वतद्धिते इति सूत्रेण. अपि च क्तवतु इति कथनेन प्रत्ययस्य अन्ते अनुनासिक उकारः अस्ति. तस्य अनुनासिक उकारस्य इति संज्ञा उपदेशेजनुनासिक इत् इति सूत्रेण भवति. आहत्य अत्र ककारस्य इति संज्ञा उकारस्य इति संज्ञा अपि भवति. तेन तवत् इति एव अवशिष्यते. पठ् धातुं स्वीकुर्मः चेत् पठ् योगः तवत् प्रातिपदिकं रूपम् अस्ति. पठितवत् इत्युक्ते मध्ये इकारः आयाति. किमर्थम् इत्युक्ते अयं प्रत्ययः आर्धधातुकप्रत्ययः. आर्धधातुकप्रक्रियायाम् इडागमः एकः मुख्यविषयः. इडागमः कुत्रचित् भवति, कुत्रचित् न भवति. तदर्थमपि सूत्राणि सन्ति. इत्युक्ते तावत् प्रत्ययः इडागमयोग्यप्रत्ययः अथवा इडागमानुकूलप्रत्ययः. किन्तु धातौ अपि आनुकूल्यमस्ति चेदेव तत्र इडागमः मध्ये भवति. पठ् धातुः सेट् धातुः इति कृत्वा पठ् योगः ई योगः तवत् वर्णमेलनेन पठितवत् इति प्रातिपदिकं सिद्ध्यति. किन्तु त्रिषु लिङ्गेषु रूपाणि पुंलिङ्गे पठितवान्, स्त्रीलिङ्गे पठितवती, नपुंसकलिङ्गे पठितवत् इत्यादीनि रूपाणि भवन्ति. अपि च तवत् प्रत्ययः कित् प्रत्ययः. कित् अस्ति चेत् तत्र कित्वात् त्रीणि कार्याणि सम्भवन्ति. कित्वमस्ति चेत् कित् अस्ति चेत् गुणवृद्धिनिषेधः भवति. अपि च धातुः सम्प्रसारणी धातुः अस्ति चेत् सम्प्रसारणकार्यमपि भवति. अपि च उपधायां नकारस्य लोपः इति अपि एकं कार्यमस्ति. इत्युक्ते एतावता तवत् प्रत्ययः कित् प्रत्ययः अस्ति इति कृत्वा अन्यानि प्रयोजनानि अपि सन्ति. अपि च आदौ ककारः अस्ति, कित्वात् कानिचन कार्याणि भवन्ति. अपि च प्रत्ययस्य अन्ते अनुनासिक उकारः अस्ति, तस्यापि प्रयोजनानि सन्ति. यद्यपि इतिसंज्ञकवर्णाः सन्ति तथापि तेषां प्रयोजनमस्ति. यद्यपि एते वर्णाः न तिष्ठन्ति, ते वर्णाः अपगच्छन्ति एव, किन्तु तेषां द्वारा विहितम् एकं कार्यमस्ति. इत्युक्ते अन्ते अनुनासिक उकारः अस्ति, तस्यापि प्रयोजनम् अस्ति. इत्युक्ते सुबन्तप्रक्रियायाम् अपि तस्य प्रयोजनम् अस्ति. अपि च स्त्रीत्वविवक्षायां णीप् प्रत्ययस्य विधानसन्दर्भे अपि तस्य अनुनासिक उकारस्य प्रयोजनमस्ति. एतावता क्तौत् प्रत्यये ककारः इत्संज्ञकवर्णः, उकारः अपि इत्संज्ञकवर्णः. अपि च अहं पूर्वमपि उक्तवती, अयं प्रत्ययः सार्वधातुकः नास्ति, आर्धधातुकप्रत्ययः. इत्युक्ते तिङ् नास्ति, षित् नास्ति, आर्धधातुकं शेषः इति सूत्रेण आयं प्रत्ययः आर्धधातुकप्रत्ययः भवति. अपि च इडागमयोग्यप्रत्ययः इत्युक्ते आर्धधातुकस्येड् वलादेः, वल् इति एकः प्रत्याहारः. क्तवतु इति प्रत्यये अनुबन्धवर्णानां लोपानन्तरं तकारः वलादिवर्णः. इत्युक्ते प्रत्ययस्य आदौ वल् प्रत्याहारस्थवर्णः अस्ति चेत् सः प्रत्ययः इडागमयोग्यप्रत्ययः इति एकः विषयः अस्ति. अपि च धातूनां प्रसङ्गे एकं सूत्रमस्ति, एकाच उपदेशे अनुदात्तात् इति सूत्रेण सः धातुः सेट् धातुः वा अथवा अनिट् धातुः वा इति निर्णेतुं शक्नुमः. बहून् अन्यान् विषयान् अपि वयं ज्ञास्यामः अग्रे गत्वा. अपि च एतावता अस्मिन् प्रत्यये इडागमानुकूल्यम् अस्ति. तावत् प्रत्ययान्तरूपसिद्धिप्रक्रियायां कुत्रचित् हल् सन्धिकार्याणि भवन्ति इति एकः विषयः, कुत्रचित् केवलं वर्णमेलनमेव भवति. अन्ततो गत्वा सारांशरूपेण ज्ञातुम् इच्छामश्चेत् अयं प्रत्ययः भूतकालार्थकप्रत्ययः, अपि च कर्तारं बोधयति. गते सप्ताहे गीतासोपानं पुस्तके अष्टसप्ततितमे पुटे कानिचन वाक्यानि अस्माभिः परिशीलितानि. एकविषय समथिङ्ग् ऐ हव् हर्ड् तवतु प्रत्यय इस् आल्सो काल्ड् सम् निष्ठा प्रत्यय आर् समथिङ्ग्. तवतु एण्ड् निष्ठा प्रत्यय, वै दट् वर्ड् निष्ठा? जस्ट् अ संज्ञा इस् इट्? निष्ठा संज्ञा, निष्ठा इति एकं सूत्रमस्ति. तवतु निष्ठा संज्ञक प्रत्ययौ एव, केवलं नामकरणमेव, निष्ठा किमपि अर्थं न. I mean, not the laukik artha, nishtha. Dhanyavad. Yudhishthira Duryodhana yoho nagaragamanam, nagaradarshanam, asmabhihi parishilitam asit. Tayoho, ichakte Yudhishthira Duryodhana yoho parishilinam kim? Nagaradarshanena tabhyam kim praptam? Kim drushtam? Taudvav kim praptavantaha? Athava taudvav kim drushtavantaha? Iti ekvaram adhyavayam अवलोकयाम. अष्टसप्ततितमे वयं स्थगितवन्तः. तं पुटं पश्यन्तु. इदानीं चतुर्थं वाक्यं करणीयं. सम्प्रति चतुर्थवाक्यात् आरभ्य पठेम. तौ सर्वैः मिलतः, तौ सर्वैः मिलितवन्तौ इति वाक्यात् आरभ्य अद्य कुर्मः. भूमा भगिनी, भवती आरम्भं करोतु. तौ सर्वैः सर्वैः मिलतः, तौ एतत् सर्वनामपदस्य पुल्लिङ्गे, पुल्लिङ्गे द्विवचने प्रथमाविभक्ति उपयुज्य प्रथमान्तान् रूपाणि वदतु. सः तौ ते, तं तौ तान्, तया तेन ताभ्यां तैः, तस्मै ताभ्यां तेभ्यः, तस्य तस्मात् ताभ्यां तेभ्यः, तस्य ताभ्यां तेभ्यां. तस्य इति वदामश्चेत् तत्र षष्ठी द्विवचनं भिन्नमस्ति. तस्य तयोः, तस्मात् तस्य तयोः तेषां, तस्मिन् तयोः तेषु. उत्तमरीत्या कृतवती. सः तौ ते, तं तौ तान्, तेन ताभ्यां तैः, तस्मै ताभ्यां तेभ्यः, तस्मात् ताभ्यां तेभ्यः, तस्य तयोः तेषां. तस्मिन् तयोः तेषु. अत्र वाक्यं पश्यतु, तौ सर्वैः मिलतः इति लिखितमस्ति. सर्वैः इति कीदृशं पदम्? सर्वैः सर्वनाम पदमेव. सर्वप्रातिपदिकं सर्वैः तृतीया विभक्ति बहुवचन. सर्वैः इति तृतीया विभक्ति बहुवचन. पश्यन्तु, अत्र वाक्यं पश्यन्तु, अस्मिन् वाक्ये कर्मपदं नास्ति. किमर्थं चेत् मिल् धातुः अकर्मकधातुः. मिल् धातुः अकर्मकधातुः अस्ति इति कृत्वा, इत्युक्ते तत्र धातुः अकर्मकधातुः अस्ति चेत् साधारणतया वाक्ये द्वितीयविभक्तिपर्यन्तपदं न सिध्यति. मिल् धातुः मिलसङ्गमे इत्यस्मिन् अर्थे मिल् धातुः अस्ति. मिल् धातुः अपि सेट् धातुः. अत्र रूपं पश्यतु, क्तवत्वन्तरूपम्. तौ सर्वैः मिलितवन्तौ. अत्र मध्ये सेट् धातुः इत्युक्ते अत्र इडागमः अभवत् इत्युक्ते मिल् योगः ई योगः तवत् मिलितवत् इति प्रातिपदिकमस्ति. किन्तु अस्माकं कृते तौ इत्यस्य विशेषणमस्ति इति कृत्वा अत्र मिलितवन्तौ इति अस्ति. अत्र रूपाणि एकवारं स्मारयतु. प्रथमाविभक्त्यन्तरूपाणि मिलितवान् मिलितवन्तौ मिलितवान् मिलितवन् मिलितवन्तौ मिलितवन्तः. उत्तमं. स्त्रीलिङ्गे वक्तुमिच्छति वा? मिलितवती मिलितवन् मिलितवती मिलितव मिलितवत्यौ. ओ नदी शब्दवत्. मिलितवती मिलितवत्यौ मिलितवत्यः. उत्तमम्. अपि च अत्र मिलितवान् मिलितवन्तौ मिलितवन्तः इति रूपाणि सन्ति. इमानि पदानि कृदन्तपदानि. किन्तु तिङन्तपदं योजयित्वा वक्तुमिच्छामश्चेत् इत्युक्ते क्रियापदं. मिलति मिलति वदामश्चेत् लट्लकाररूपं भवति. किन्तु अस्माकं कृते लङ्लकाररूपम् अमिलत् अमिलत् अमिलताम् वदतु. वन् सन्देहः. तौ सर्वैः मिलतः इस् दट् इन् कर्तरि प्रयोग देन् सर्वान् किल दे मेट् एव्रीबडि. तदर्थमेव अहम् उक्तवती तत्र मिल धातुः अकर्मकधातुः. तदर्थं कर्मपदं न स्वीकरोति. ओके. अस्मिन् वाक्ये पश्यतु तौ इति कर्तृपदम् अस्ति. इत्युक्ते तौ सर्वैः सह मिलतः इति अर्थः. तत्र तौ अपि च मिलतः द्वयोर्मध्ये सम्बन्धः अस्ति. वाक्यं तु कर्तरिप्रयोगे एव अस्ति. किन्तु धातुः अकर्मकः अस्ति इति कृत्वा तत्र कर्मपदं न दत्तम् अस्ति. एकः प्रश्नः. मिल् धातु मिलः मिल् इति धातुद्वयम् अस्ति इति अहं पठितवती कुत्रापि. तत्र मिलति इति अकर्मकः भवति चेत् कर्मपदं न भवति. तत्र अहं मित्रेण सह मिलामि इति भवति. यदि मिल् धातु सकर्मकः कर्मपदेन सह भवति चेत् अहं मित्रं मिलामि इति भवति. इति साधु वा भगिनि? अहं पठितवती संवेर् कुत्रापि. तुदादिगणे मिलसङ्गमे इति धातुः अस्ति. तस्य प्रसक्तिः एव अत्र अस्ति. इत्युक्ते युनैट् टु जायिन् टु गेट् टुगेदर्. तत्र मिलसङ्गमे इति धातुः अस्ति. सः धातुः अकर्मकधातुः इति कृत्वा तृतीयान्तं रूपम् अत्र दत्तम् अस्ति. आङ्ग्लभाषा भिन्ना भगिनी. नाट् फार् आङ्ग्लभाषा. अभ्यासपुस्तकम् अस्ति किल, बेसिक् प्राथमिकस्तरः इति. तस्य कृते कानिचन स्लैड्स् अस्ति, पवर् पायिण्ट् प्रेसेण्टेशन्स् वित् द हेल्प् आफ़् विच् यु केन् टीच्. इन् देट् ऐ फौण्ड् दिस् वन् स्लैड् एण्ड् इवन् ऐ वास् लिटल् कन्फ्यूस्ड् वै इट् इस् तृतीया एण्ड् द्वितीया. लैक् फार् टीचिङ्ग् इट् इस् गिवन् एस् वन् एस् सकर्मक, अनदर् एस् अकर्मक. And for Tritiya, for Sakarmaka it is Tritiya, and for Akarmaka it is, sorry, the other way around. If it is Akarmaka, then Tritiya Vibhakti, and if it is Sakarmaka, then being the Karma Padam, to whom you meet goes is as the Karma Padam. That's how they have given. So I was confused. Aham api pashyanti asmi atra मिलश्लेषणे इत्यस्मिन् अर्थे मिलधातुः अन्यः अस्ति इति भाति. सः धातुः तु सकर्मकधातुः. किन्तु अत्र मम चिन्तनमस्ति, इदं पुस्तकं बहुभिः पण्डितैः लिखितमस्ति, इत्युक्ते परिशीलनं कृत्वा इमानि वाक्यानि सुन्दररीत्या अत्र स्थापितानि सन्ति इति कृत्वा, अत्र तु प्रसङ्गः अस्ति, अकर्मकधातुः अस्ति इति कृत्वा सर्वैः इति तृतीयान्तं वाक्यं दत्तमस्ति इति मम चिन्तनम्. अस्तु भगिनि, अहं संस्कृतभारत्या कक्षायामपि एतदेव चिन्तनं प्रचलति. तत्र अपि ते वदन्ति मिल् धातु अकर्मक अस्ति, तस्य कर्मपदेन उपयोगम् असाधु प्रयोग इति. मिल् श्लेषणे इत्यस्मिन् अर्थे दत्तमस्ति, किन्तु इतोपि दृष्ट्वा एव वक्तुं शक्नोमि. अत्र तु मिलसङ्गमे इत्यस्मिन् प्रसङ्गे तु अकर्मकधातुः. अस्तु भगिनि, अधुना पमेला भगिनी भवती करोतु अग्रिमं वाक्यं. युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति. युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान्. तत्र युधिष्ठिर एकमपि, तत्र केवलं वर्णमेलनम् इति चिन्तयामि भगिनी. दुर्जनं न प्राप्नोति, प्राप्नोति तु सकर्मकधातुः अस्ति, प्र उपसर्ग आब्धातु इति मन्ये, अत एव तत् दुर्जनम् इति कर्मपदम् आयाति. तत्र यदि अहं लङ्लकारे वक्तुम् इच्छामि चेत् दुर्योधन एकमपि सज्जनं न आप्नोत्. अत्र तु प्रा उपसर्गः अपि अस्ति. हा, प्राप्नोत्, सारी, प्राप्नोत् आगच्छति वा, अहं न जानामि. ओ, तत्र सन्धिकारि आप्नोत् योग प्राप्नोत् आगच्छति वा. उत्तमम्. अत्र तु साधारणतया उपसर्गः अस्ति चेत् प्रा उपसर्गपूर्वकः आप् धातुः इति भवती उक्तवती, किन्तु लङ्लकाररूपं वक्तुमिच्छति चेत् प्रायोगः आप्नोत्, प्राप्नोत् इति रूपं भवति. इत्युक्ते तदेव, इत्युक्ते अत्र प्रा उपसर्गपूर्वकः आप् धातुः अस्ति. आप् धातुः स्वादिगणे अस्ति. स्वादिभ्यः श्नु इति सूत्रेण तत्र श्नु इति विकरणप्रत्ययः आयाति. अपि च भवत्या साधु उक्तं भगिनी, आप् धातुः सकर्मकधातुः अस्ति इति कृत्वा दुर्जनं न प्राप्नोति. अत्र आप्नोति इति लट्लकारे लट्लकाररूपे आ दीर्घमेव अस्ति प्रथमतः एव. सो वेन् वि आड् द प्र, ऐ मीन् फोर् लङ्लकार आफ्टर् दिस् थिङ्ग् उपसर्ग वि आड् दट् न अकार प्र प्लस् अ. सो हियर् इट् विल् रिमेन् आ ओन्लि, बट् ट् गेट्स् दट् व्यञ्जन instead of T. So there we can make out it is lang lakara, is it not? Lang lakare bhinna siddhating pratyayah santi. Ichukte lat lakare siddhating pratyayah titah anti. Lang lakare kevalam prathamu purusha ekavachana pratyayah siddhating pratyayah t asti. Iti kurutva agachat apathat prapnot ityadinu rupani siddhyanti. Ichukte moolating pratyayebhyah siddhating pratyayan nirmamah. लङ्लकारे अपि च लोट्लकारे विधिलिङ्गकारे अपि साधु. इत्युक्ते लङ्लकारे तत्र अडागमः भवति, अडागमः भवति इति वयं पठितवन्तः. लुङ् लङ् ऋङ्क्षु अडुदात्तः इति सूत्रेण अडागमः भवति. किन्तु अत्र एकम् अन्यत् सूत्रमपि अस्ति, आडजादीनाम् अस्ति, तत्र अजादि अङ्गम् अस्ति चेत् आडजादीनां कार्यमपि अस्ति, चिन्ता मास्तु. अत्र तु दुर्जनः इति पदमस्ति. दुर्जनः इति दुष्टः जनः इति अर्थः अस्ति. द्वाविंशति प्रादयः सन्ति. द्वाविंशतिषु प्रादयेषु दुर् इति एकः अस्ति इति कृत्वा दुर्जनः इत्यस्मिन् पदे प्रादिसमासः अस्ति. साधारणतया सुपुरुषः इति वदामश्चेत् शोभनः पुरुषः, तत्र प्रादिसमासः भवति. तथा एव अत्रापि दुर्जनः इत्यस्मिन् पदे प्रादिसमासः, इत्युक्ते प्रादयेषु एषः अन्यः इति कृत्वा, इत्युक्ते सः प्रादिसमासः तत्पुरुषसमासस्य प्रभेदः, एकः प्रभेदः अस्ति. अपि च अत्र पमेलभगिनी वदतु, प्राप्तवान् इत्यस्मिन् पदे प्रातिपदिकं किम्? प्राप्तवत्. एतत् वाक्यं यदि अहं कर्मणि प्रयोग कृत्वा वक्तुम् इच्छामि तर्हि एतत् साधु वा? दुर्योधनेन एकमपि सज्जनः न प्राप्तः. सज्जनः न प्राप्तः, तत् साधु वा? साधु इत्युक्ते भवती कर्मणि प्रयोगे अपि उक्तवती, अपि च कृतान्तरूपं योजयित्वा उक्तवती. अत्र तु क्तवत्वन्तरूपम् अस्ति. दुर्योधनेन एकमपि इति अपि परिवर्तनीयम्. एकः सज्जनः न प्राप्तः. इतोपि अन्यः विषयः अस्ति अत्र. आपधातुः सकर्मकधातुः अस्ति इति कृत्वा वाक्यं कर्मणि प्रयोगे एव सम्भवति, न तु कर्तरिप्रयोगे. इत्युक्ते अत्र दुर्योधनः प्राप्तः इति वाक्यं न सम्भवति. दुर्योधनेन न प्राप्तः. वयं किम् अवगतवन्तः? गत्यर्थकधातुः नास्ति, कर्मकधातुः नास्ति इति कृत्वा क्तान्तरूपं योजयित्वा वक्तुमिच्छामश्चेत् क्तान्तप्रयोगेषु अत्र कर्तर्थकं वाक्यं न सम्भवति इति एकः विषयः. अग्रिमं वाक्यमपि पठतु. दुर्योधनेन एकमपि सज्जनं न प्राप्नोति. दुर्योधनः एकमपि सज्जनं न प्राप्तवान्. दुर्योधन, ओ तदेव अहं पठितवन्ति खलु भगिनि, क्षम्यतां. यथा दृष्टि अस्ति तथा दर्शनम्. अत्र तु भेदः कः इत्युक्ते, युधिष्ठिरः दुर्जनं न प्राप्नोति. युधिष्ठिर एकमपि दुर्जनं न प्राप्नोति, दुर्योधन एकमपि सज्जनं न प्राप्नोति. क्षम्यतां. स एव अत्र मुख्यभेदः. यद्यपि एतानि वाक्यानि बहु लघुवाक्यानि, सरलवाक्यानि अथवा न्यूनानि वाक्यानि सन्ति, किन्तु अत्र नीतिः अस्ति. नीति अस्ति, अहं भगिनि तदेव अहं चिन्तयामि किमर्थं. साधु, अत्र वाक्यानां सङ्ख्या तु न्यूना एव, किन्तु नीतिः तु बहु समीचीना अस्ति. वदतु. युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति. तत्तु युधिष्ठिरः तु धार्मिकपुरुषः अस्ति, स कथं प्राप्नोति इति चिन्तयामि. दुर्योधन तु दुर्जन अस्ति, स कथं सज्जनं प्राप्नोति? तद् वदति खलु सवासदोष इति वाक्यमस्ति खलु महोदय, यथा प्रजा तथा दुर्योधन. तत् कुटिल पुरुषः अस्ति, तथैव तस्य सङ्घ अपि सर्वे दुर्जना एव. यद्भावं तद्भवति, तदर्थमेव अत्र तु तथा एव लिखितमस्ति. यथा दृष्टिः तथा दर्शनम् इत्युक्ते भगिन्या उक्तं यद्भावं तद्भवति. अन्तिमं वाक्यमपि भवती एव करोतु. यथा दृष्टिः अस्ति तथा दर्शनम्. यथा दृष्टि आसीत् तथा दर्शनं, तत्तु लङ्लकारः अस्ति. कुत्र लङ्लकारः? ओ सोरि सोरि, यथा सोरि, यथा दृष्टि आसीत् तथा दर्शनम्. अनयोः वाक्ययोः भेदः कः? दृष्टि अस्ति भूतकालार्थ अपि वर्तमानकाले अपि तदैव साधु खलु. तत्तु भिन्न एव नास्ति. दृष्टि सर्वेषां कृते दर्शन, यथा अस्माकं दृष्टि अस्ति तथा एव वयं तस्य अनुभवं कर्तुं शक्नुमः. आङ्ग्लायां कृते किं वदति तत्? ज्ञातव्यः अंशः कः इत्युक्ते, यथा दृष्टिः अस्ति तथा दर्शनम्. अस्मिन् वाक्ये वर्तमानकालरूपं दत्तमस्ति, अस् धातोः रूपं. दृष्टिः अस्ति, यथा दृष्टिः अस्ति तथा दर्शनम्. किन्तु तदेव वाक्यं परिवर्त्य भूतकालार्थे दक्षिणभागे लिखितमस्ति, यथा दृष्टिः आसीत् तथा दर्शनम्. अत्र दर्शनं वदतु. दर्शनं लिडन्तपदं वा भगिनी? उत्तमम्. इत्युक्ते दृश् धातोः ल्युट् प्रत्ययान्तरूपं दर्शनम् इति दृश् दर्श् भवति, अना आदेशः भवति इति कृत्वा दर्शनम् अस्ति. दृष्टिः इति दृश् धातुतः क्तिन् प्रत्ययान्तरूपम् अस्ति. क्तिन् प्रत्ययस्य योजनेन दृष्टिः इति ह्रस्व इकारान्त स्त्रीलिङ्गशब्दः, मतिः शब्दवत् रूपाणि भवन्ति. दृश् इति तत्र तालव्यशकारः अस्ति अन्ते, तस्य तालव्यशकारस्य स्थाने शकारादेशः भवति. तत्पश्चात् ष्टुत्वं भवति, ष्टुनाष्टुः सूत्रेण ष्टुत्वं भूत्वा दृष्टिः इति रूपं सिद्ध्यति. एतावता अत्र सप्तवाक्यानि दत्तानि. सप्तभिः वाक्यैः उत्तमा नीतिः बोध्येते. प्रश्न भगिनी, तत्र यदा यदा अहं तव तु प्रत्ययान्तं प्रयत्न करोमि, यथा दृष्टिः भूतवती तथा दर्शनम् इति समीचीनं वा? भूतवती किन्तु तथा किमर्थं न लिखितमस्ति इति प्रयोगः नास्ति. तादृशं परिवर्तनं कुत्र भवितुमर्हति इत्युक्ते, यथा दृष्टिः आसीत् तथा दर्शनं, तद्वाक्यं किञ्चित् परिवर्त्य लेखितुमिच्छामश्चेत् दृष्टिः भूतवती तथा तत् प्रयोग नास्ति इति अवगतं भगिनी, किन्तु अहं केवलं अत्र यथा भवत्या उक्तम् अस् धातोः क्तवत्वन्तरूपमपि भूतवती एव, भूधातोः रूपमपि भूतवती एव. किमर्थं चेत् अस् धातोः प्रसङ्गे पृथक् रूपं नास्ति. अस् धातोः प्रसङ्गे अस्तेर्भूः इति सूत्रेण आर्धधातुकप्रत्यये परे भू आदेशः भवति इति कृत्वा तस्य रूपं भूतवती एव. क्तवत् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति इति कृत्वा अस्तेर्भूः सूत्रेण भू आदेशः भवति, रूपं तु समानं. किन्तु तादृशं वाक्यं लोके दृश्यते वा इतोपि चिन्तनीयमस्ति. भगिनी भवती एव करोति. ऐ थिङ्क् तत्र भूधातोः अभवत् ओन्लि वि यूस्, परन्तु अनु उपसर्गसहित अनुभूतवती अनुभूतवान् इति वयं कथयामः किल. भगिनी अत्र तालव्यशकारस्य मूर्धन्यशकारः भवति व्रश्च भ्रश्च सूत्र तेन सूत्रेण वा? ओके, भ्रश्च भ्रश्च अन्ते किम् आगतम् इत्युक्ते झषांशः इति रूपं, झषांशः इति कथनेन प्रथमान्तं पदमस्ति इति कृत्वा मूर्धन्यशकारादेशः भवति. इत्युक्ते अयं धातुः तालव्यशकारान्तधातुः अस्ति इति कृत्वा तेषु धातुषु मूर्धन्यशकारः. गीताञ्जलि भगिनी भवती करोतु. आं भगिनि, अग्रिमम् अस्ति. सैरेन्ध्री सेविका अस्ति, सैरेन्ध्री सेविका आसीत्. अत्र अस् धातु अस्ति, अस् अदादिगणे परस्मैपद् धातु अस्ति. अपि अस् अकर्मक अस्ति चेत् कर्मपदं नास्ति तत्र. अत्र सैरन्ध्री तु स्त्रीलिङ्गपदम् अस्ति, तद् तदेव सेविका अस्ति. अस्ति तु लट् रूपं. सैरन्ध्री सेविका आसीत्, आसीत् इति लङ् रूपं. तदनन्तरं यदि तव तु अहं योजयामश्चेत् वदामि वा भगिनि? इत्युक्ते भूतवती एव आयाति तत्रापि एव आयाति पुनः, किन्तु सम्यक् वा न वा न जानामि. इत्युक्ते प्रयोगः तत्र अस्ति वा न वा. अपि च अत्र ज्ञातव्यः अन्यः अंशः कः इत्युक्ते, सेवकः इति पुंलिङ्गे रूपम् अस्ति, णुवुल् प्रत्ययान्तरूपं. किन्तु स्त्रीलिङ्गे अस्ति इति कृत्वा सेविका, सेविका इति णुवुल् प्रत्ययान्तरूपं स्त्रीलिङ्गे अस्ति. अत्र भुवादिगणे सेव् धातुः अस्ति, सः धातुः आत्मनेपदि धातुः, सेवते इति रूपम् अस्ति. सेविका इत्युक्ते सहायिका अथवा दासी इति अपि वक्तुं शक्यते. अग्रिमं वाक्यं करोतु. अग्रिमं सा राज्ञीं सेवते. सा राज्ञीं सेवितवती. सेवितवती तु तव तु रूपान्त अस्ति, स्त्रीलिङ्गरूपान्त रूपम् एकवचनं. सा सेवितवती, सा राज्ञीं सेवितवती. राज्ञीं तु कर्मपदम् इत्युक्ते द्वितीयविभक्ति, स्त्रीलिङ्गरूपम् एकवचनं. अपि च अस्ति, यदि लङ् रूपम् अस्ति चेत् किमर्थं चेत् अत्र पश्यतु, राज्ञीं सेवते लौकिकधातुः सेव् अस्ति, किन्तु अस्य धातोः मूलरूपं शेव्रु अस्ति. शेव्रु इत्युक्ते अयं धातोः आदौ मूर्धन्यषकारः अस्ति, तदर्थं तत्र धात्वादेः शः सः इति सूत्रेण प्राकृतिकं कार्यं भवति इति कृत्वा मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आयाति. अपि च अस्य धातोः अन्ते अनुनासिकऋकारः अस्ति, अनुनासिकऋकारः, तस्य अनुनासिकऋकारस्य उपदेशजनुनासिक इत् इति सूत्रेण इति संज्ञा भूत्वा तस्य लोपः भवति, तेन सेव् इति लौकिकधातोः रूपं सिद्ध्यति. धातुः आत्मनेपदीधातुः अस्ति इति कृत्वा तस्य लङ् रूपाणि भिन्नानि, यथा भवती उक्तवती असेवत, असेवत, असेवेताम्, असेवन्त इत्यादीनि रूपाणि आत्मनेपदीधातूनां कृते सम्भवन्ति. राज्ञीम् इति रूपम् अस्ति, तत्र पुंलिङ्गे राजा, राजा इति कीदृशं पदं वदतु? राजा राजन्नकारान्तपुंलिङ्गपदम्. उत्तमम्. अत्र राजा इति पुंलिङ्गे अस्ति, किन्तु स्त्रीलिङ्गे राज्ञी, राज्ञी इति स्त्रीलिङ्गे ईकारान्तपदं सिद्ध्यति. नदी शब्दवत् राज्ञः पत्नी, राज्ञः, राज्ञः इति षष्ट्यन्तं पदं, राजन् शब्दस्य षष्ट्यन्तं राज्ञः, राज्ञः पत्नी एव राज्ञी इति भवति. उत्तमम्. अग्रिमं वाक्यमपि करोतु भगिनि. सन्देह, लट्लकारे आत्मनेपदी प्रस्मैपदी भवति चेत् अपि तवतु प्रत्यये समान एव किल? लङ्लकारे डिफ्रेण्ट् भवन्ति ते, बट् तवतु प्रत्यये सेम्, समानम्. किमर्थम् इत्युक्ते तत्र धातुः सेव् धातुः अस्ति, सेव् धातोः धातुः आत्मनेपदीधातुः अस्ति इति कृत्वा सेवते अस्ति. तत्र आत्मनेपदीप्रत्ययाः ता आतां झ इति परस्मैपदीधातूनां कृते नवप्रत्ययाः, आत्मनेपदीधातूनां कृते नव तिङ् प्रत्ययाः सन्ति. ता आतां झ इति कथनेन प्रथमपुरुष एकवचन द्विवचन बहुवचनप्रत्ययाः ता आतां झ, तत्र था आयाति आदौ, पश्चात् टित आत्मनेपदानां टेरे इति सूत्रेण ए भवति, एकारादेशः भवति इति कृत्वा सेवते इति रूपमस्ति. कुत्रचित् उभयपदी धातुः भवति, किन्तु अत्र तु धातुः आत्मनेपदी धातुः एव, तवत्वन्तरूपं समानमेव. धातुः उभयपदी भवतु, आत्मनेपदी भवतु, परस्मैपदी भवतु, तत्र प्रक्रिया तु समाना एव. इत्युक्ते किमर्थं समानं भवति? क्रूधातोः रूपं कृतवती, क्रूधातुं स्वीकुर्मः. क्रूधातुः डुक्रै इति तस्य औपदेशिकधातोः रूपम् अस्ति, अन्ते चवर्गीय अन्तिम अनुनासिकव्यञ्जनमस्ति इति कृत्वा सः धातुः उभयपदी धातुः भवति चेदपि तत्र क्तवत्वन्तरूपं समानम् इत्युक्ते एकमेव रूपम् अस्ति. किमर्थम् इत्युक्ते धातुतः क्तवत् प्रत्ययं योजयामः, डुक्रि इति मूलधातुतः लौकिकधातोः निर्माणं कुर्मः, तदा क्रू इति आयाति, क्रूयोगः तवत्. तत्र धातुः कित् अस्ति इति कृत्वा गुणकार्यं वा वृद्धिकार्यं वा किमपि न भवति, केवलं क्रू इति लौकिकधातुं स्वीकुर्मः, क्रू धातुतः तवत् योजयामः, तेन कृतवत् इति प्रातिपदिकं सिद्ध्यति. एतावता अत्र आशयः तु धातुः उभयपदी भवति चेदपि लौकिकधातुं स्वीकृत्य पश्चात् तवत् इति रूपं योजयामः. सर्वदा इदागमचिन्तनं करणीयमेव. अत्र तु धातुः सेवितवती इत्यस्मिन् इडागमः अस्ति, लट्लकारे इडागमः नास्ति किल? अत्र इडागमः इत्युक्ते केवलम् अर्धधातुकप्रसङ्गे एव इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् एते चत्वारः लकाराः सार्वधातुकलकाराः इति कृत्वा 90% तत्र इडागमचिन्तनं न भवति. केवलम् आर्धधातुकप्रत्ययानां योजनसमये अपि च आर्धधातुकलकारेषु आर्धधातुकलकाराः भिन्नाः अपि च आर्धधातुकप्रत्ययाः भिन्नाः तेषु तेषां रूपसिद्धिप्रक्रियावेलायाम् एव इडागमचिन्तनम्. गीताञ्जलि भगिनी करोतु. अपि च राज्ञी राज्ञी शब्दः कथम् उप कथं स्त्रीप्रत्ययस्य योजने उत्पन्नः भवति उत्पन्नः भवति स्त्रीप्रत्यय निष्व स्त्रीप्रत्ययानां प्रसङ्गे बहवः नियमाः सन्ति. कुत्र नीप् भवति नीश् कुत्र भवति तदपि तत्र षित् गौरादिभ्यश्च इति एकं सूत्रं तत्र षित् अस्ति चेत् तस्य दीर्घ ईकारः भवति तस्य तेन सूत्रेण नदी इति भवति. सुन्दरः अस्ति तस्य सुन्दरी भवति ते तत्सूत्रमपि अत्र कार्यं करोति वा इत्युक्ते तत्र गौरादिगणः गौरादिगणः इति एकः गणः अस्ति तस्मिन् तस्य गणस्य सदस्याः सन्ति चेत् गीताञ्जलि भगिनी करोतु केशप्रसाधनं करोति. आं भगिनि सा केशप्रसाधनं करोति सा केशप्रसाधनं कृतवती सा इति स्त्रीलिङ्गरूपम् अपि केशप्रसाधनं ल्युडन्तरूपम् अस्ति वा समासः अस्ति अहं समासः एव इत्युक्ते केशानां केशानां प्रसाधनम् तदेव षष्ठी तत्पुरुष अस्तु केशप्रसाधनं करोति करोति क्रूधातुतः आयाति क्रूधातु तनादिगणे अस्ति डुक्रिङ्करणे लट् रूपं दत्तं लङ् रूपं भवति भवितुम् अर्हति अकरोत् इत्युक्ते सा केशप्रसाधनम् अकरोत् उत्तमम्. अपि च अत्र कृतवती इति रूपं पश्यन्तु अत्र तु इडागमः नास्ति किमर्थं चेत् अयं धातुः अनिट् धातुः साधारणतया हलन्तधातवः सेटः भवन्ति अजन्तधातवः अनिटः भवन्ति इति एकः परिशीलनीयः अंशः. सेव् धातुः हलन्तधातुः अनुबन्धवर्णानां लोपानन्तरं क्रु इत्यस्मिन् ऋकारः अस्ति इत्युक्ते अयं धातुः अजन्तधातुः अजन्तधातवः साधारणतया अनिटः भवन्ति इति कृत्वा अनिट् अस्ति इति कृत्वा इडागमः न भवति. तदर्थं केवलम् अत्र वर्णमेलनमेव भवति. अत्र क्रु इति लौकिकधातुः अस्ति अपि च तवत् योजयामः कृतवत् इति प्रातिपदिकम् अस्ति पुंलिङ्गे किन्तु स्त्रीलिङ्गे प्रातिपदिकं तु कृतवती एव. अत्र केशप्रसादनं लट्लकारे प्रसादति केशप्रसादयति अत्र साधनम् इति प्रा उपसर्गपूर्वकः साधनम् इति रूपम् अस्ति साधनम् इति ल्युडन्तरूपम् अस्ति. स्वादिगणे एकः धातुः अस्ति साध्नोति इति तस्य रूपम् अस्ति साध् धातोः रूपम् एव साध्नोति प्रसादयति इति वदामश्चेत् निजन्तरूपं भवति कार्यं साधयति निजन्तरूपम् अस्ति साधयति. अपि च अत्र इतोपि अन्यः विषयः कः इत्युक्ते साधनम् इति कथनेन तत्र महाप्राणधकारः अस्ति साधनम् इत्यस्मिन् पदे तत्र साध् धातोः रूपं साध्नोति साधनम् इत्यादीनि किन्तु सद् इति एकः धातुः अस्ति सद् धातुतः णिच्योजनेन साधनं साधनम् इति अन्यत् इत्युक्ते साधनम् इत्यस्मिन् अल्पप्राणधकारः अस्ति सद् धातुतः णिच् योजनेन ल्युट् योजनेन साधनम् इति रूपम् अस्ति. एतावत् मम आशयः तु प्रसादनं भिन्नं प्रसाधनं भिन्नं साधु भगिनी लट्लकार प्रथमपुरुष एकवचन केश प्रसाद्नोति द्विसे साध्नोति ओ साध्नोति धन्यवादः भगिनि अत्र प्रिया भगिनी भवती करोतु अग्रे सा प्रतिफलं न इच्छति सा तत् शब्दस्य सा स्त्रीलिङ्गपदं प्रथमविभक्ति एकवचनं प्रतिफलं कर्मपदम् अस्ति न इच्छति इष्धातोः लट्लकाररूपम् इच्छति सा प्रतिफलं न इष्टवती इष्टवती तवतु प्रत्यय न इष्टं प्रत्ययस्य वक्तुं शक्नोमि अपि च सा प्रतिफलं न ऐच्छत् इति रूपं सिद्ध्यति तत्र उत्तम अत्र सा का सा अत्र सैरन्ध्री सैरन्ध्री उत्तम अत्र धातुः तु इष् धातुः अस्ति इष् धातुतः इच्छति इति रूपं सिद्ध्यति इषु गमीयमां छः इति सूत्रेण छकारादेशः भवति इषु गमीयमां छः इति सूत्रं लट्लकारप्रसङ्गे तस्य प्रसक्तिः अस्ति किन्तु तवत्वन्तरूपं पश्यामश्चेत् इष् धातुं स्वीकृत्य तवत् योजयामः अत्र कीदृशं कार्यं भवति वदतु श्रुणाश्चुः इति सूत्रेण श्रुत्वसन्धि अष्टुत्वसन्धि भवति श्रुत्वसन्धिः उत्तमम् एतावत् अत्र षकारस्य प्रभावेण तवत् इत्यस्मिन् यः तकारः अस्ति तस्य तकारस्य स्थाने मूर्धन्य तकारादेशः भवति इति कृत्वा इष्टवती इति रूपं सिद्ध्यति इत्युक्ते लट्लकारप्रसङ्गे यादृशं कार्यं भवति तादृशं कार्यम् अत्र न भवति केवलम् इष् धातुं स्वीकृत्य तवत् योजयामः अपि च हल्सन्धिकार्यं कृत्वा ष्टुनाष्टुः इति सूत्रेण इष्टवती क्तान्तरूपं वदामश्चेत् इष्टं भवत्या कर्मण्यर्थे वाक्यं किम् उक्तम् प्रतिफलं न इष्टम् इत्युक्ते कर्मपदम् अनुसृत्य तस्य रूपं भवति अहं चिन्तयामि प्रतिफलम् इति अव्ययीभावसमासः साकल्यार्थे अव्ययीभावसमासः भवति इति मम चिन्तनम् अपि च प्रतिफलम् इत्युक्ते समथिङ्ग् इन् रिटर्न् उत्तमम् रेम्युनरेशन् विपाक अपि फलमस्ति न विपाक इत्युक्ते प्रतिफलं न भगिनि अहं न जानामि अस्तु अपि च अहं प्रतिफलम् इत्युक्ते किम् इति दृष्टवती तस्यानुरूपप्रतीकारः तस्य अनुरूपप्रतीकारः एव प्रतिफलम् इति लिखितमस्ति अपि च साधारणतया वयं शृणुमः फलश्रुतिः प्रतिफलम् इति अत्र लिखितमस्ति फलश्रुतिः इत्युक्ते कर्मफलस्य श्रवणं कर्मफलस्य श्रुतिः इत्युक्ते कर्मफलश्रवणम् एव फलश्रुतिः अन्तिमं वाक्यमपि भवती करोतु सा नम्रतया तिष्ठति तत्र नम्रतया इस् तृतीया विभक्ति एकवचनम् तिष्ठति इस् स्था धातु लट्लकारस्य रूपं सा नम्रतया स्थितवती स्थितवती तवतु प्रत्यय स्थितवती इति अत्र इडागम स्था धातु इडागम अनुकूल अस्ति अत्र भिन्नचिन्तनम् अपेक्षितं स्था धातु अकर्मक अतः तृतीया उपयोगं करणीयं किल नौ वि रेड् वन् एक्साम्पल् सः एकः विषयः स्था धातुः अकर्मकधातुः अस्ति इति कृत्वा अस्मिन् वाक्ये कर्मपदं नास्ति इति एकः विषयः. स्थाधातुः दीर्घ आकारान्तधातुः, तस्य रूपं तिष्ठति अस्ति, इत्युक्ते स्थास्थाने तिष्ठ आदेशः भवति. तत्रापि एकं दीर्घं सूत्रमस्ति, तेन सूत्रेण तिष्ठति इति लट्लकाररूपं सिध्यति. किन्तु क्तवत्वन्तरूपं पश्यन्तु, स्थितवती इति रूपमस्ति, स्थितवती, स्थितवान् इत्यादीनि रूपाणि सन्ति. अत्र स्थाधातुः दीर्घ आकारान्तधातुः अस्ति चेदपि एकं विशिष्टं सूत्रमस्ति. अपि च अयं धातुः अनिट् धातुः एव, इत्युक्ते अत्र इडागमः भवितुं न अर्हति, इत्युक्ते धातुः अनिट् अस्ति. किन्तु एकेन विशिष्टसूत्रेण अस्मिन् धातौ क्तवत् प्रत्ययान्तप्रसङ्गे इकारादेशः भवति इति कृत्वा स्थितवती इति रूपं सिध्यति. तत्र सूत्रमस्ति द्यति स्यति मास्थाम् इति किति, द्यति स्यति मास्थाम् इति किति इति विशिष्टसूत्रेण कित् प्रत्यये परे इकारादेशः भवतु इति सूत्रं वदति स्थाधातोः प्रसङ्गे. तदर्थमेव धातुः स्था अस्ति, किन्तु तस्य क्तवत्वन्तरूपं स्थितवती, क्तान्तरूपं स्थिता, क्तिन् प्रत्ययान्तरूपं स्थितिः. इत्युक्ते क्तान्तरूपं, क्तवत्वन्तरूपं, क्तिन् प्रत्ययान्तरूपम् एते त्रयः प्रत्ययाः. अन्ये प्रत्ययाः अपि कित् प्रत्ययाः सन्ति, किन्तु एतेषां प्रत्ययानां प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते एतेषु रूपेषु अनेन विशिष्टसूत्रेण प्रत्ययः कित् अस्ति इति कृत्वा इकारादेशः भवति. स्थाधातोः रूपाणि स्थित, स्थितवान्, स्थितिः इत्यादीनि रूपाणि. अत्र इकारादेशः विशिष्टसूत्रेण भवति, मा मितः, स्था स्थितः इत्यादीनि रूपाणि भवन्ति. धातुः अनिट् धातुः, अपि च अकर्मकधातुः स्थाधातुः. स्थाधातोः प्रसङ्गे धात्वादेः शः सः कार्यमपि अस्ति, इत्युक्ते मूर्धन्यषकारादिधातुः ष्ठा अस्ति, धात्वादेः शः सः सूत्रम् अपि कार्यं कृत्वा मूर्धन्यषकारस्य स्थाने दन्त्यसकारादेशः अपि भवति अस्य धातोः प्रसङ्गे. साधु भगिनी, शुभदा भगिनी भवती करोतु अग्रिमम्. त्वं देशभक्तिगीतं गायसि, त्वं देशभक्तिगीतं गीतवती. अत्र त्वम् इति मध्यमपुरुषे, गायसि इति मध्यमपुरुषः एकवचनमस्ति. किमर्थं चेत् त्वम् इति युष्मद् इति शब्दस्य प्रथमपुरुषः एकवचनमस्ति. देशभक्तिगीतम् इति एक समस्तपदमस्ति. देशभक्ति, देशभक्त्याः गीतम् इति वक्तुं शक्नुमः, देशभक्त्याः गीतम्. अपि च देशस्य कृते भक्तिः अस्ति चेत् तस्य गीतम् इति अपि वक्तुं शक्नुमः. गायसि इति गै इति धातुः अस्ति, तस्य सकर्मकः धातुः, तस्य लट्लकारे मध्यमपुरुषः एकवचनं. तस्य क्तवक्तु प्रत्ययः भवति गीतवती इति. गै योगः क्तवतु इति तस्य गाय भवति, मे बि सम् गुण भवति. विशिष्टं कार्यं भवति अत्र. धातुः गै धातुः अस्ति, यथा भवत्या उक्तं. गै धातुः ऐकारान्तधातुः, इत्युक्ते एच् प्रत्याहारे अस्ति, एजन्तधातुः इति अपि वक्तुं शक्नुमः. तत्र आदेच उपदेशे अशिति इति एकं सूत्रमस्ति, तेन सूत्रेण एजन्तधातवः सर्वे आकारान्ताः भवन्ति इति एकः नियमः अस्ति. इति कृत्वा गै गा भवति. किन्तु अत्र क्तवत्वन्तरूपं पश्यामश्चेत् गीतवती इति रूपम् अस्ति. अत्र एकं विशिष्टं सूत्रमस्ति, घूमास्था गापा जहाति साम् हलि इति सूत्रमस्ति. तेन सूत्रेण हलादि किति प्रत्यये परे ईकारादेशः भवति. इत्युक्ते उदाहरणार्थं कर्मणि लट्रूपं गीयते, कर्मणि लट्रूपं गीयते अस्ति. इत्युक्ते तत्र कर्मण्यर्थे यक् इति प्रत्ययं योजयामः. यक् इत्युक्ते यकारः मध्ये आयाति. यक् प्रत्ययः अपि कित् प्रत्ययः, इत्युक्ते कर्मणीरूपेषु अपि च क्तान्तरूपेषु तवत्वन्तरूपेषु क्तिं प्रत्ययान्तरूपेषु अपि च यः प्रत्ययः कित् अस्ति तेषु कित् प्रत्ययेषु परेषु एव घूमास्था गापा जहाति सां हलि इति सूत्रेण तत्र हलि इति कथनेन हलादि कित् प्रत्यये परे इति विषयः अस्ति. तवत् प्रत्ययः हलादि कित् प्रत्ययः इति कृत्वा अत्र ईकारादेशः भवति इति कृत्वा गीतवती गीतं गीता गीयते इत्यादीनि रूपाणि सिद्ध्यन्ति. इत्युक्ते गा इत्यस्य रूपं गी भवति, ईकारादेशः भवति अनेन विशिष्टसूत्रेण. अपि च अत्र इतोपि चिन्तनीयं किं वदतु भगिनि, ध्यै ध्यानं किल, ध्यै ध्या भवति किल. उत्तमम्. इत्युक्ते सः धातुः अपि ध्यै धातुः अपि एजन्तधातुः एव. बट् नो ई कम्स् नो लैक् दै बिकम्स् गीयते और् गीतवती, दै बिकम्स् ध्यायते और् ध्यानवान् और् ध्यातवान् ऐ डोण्ट् नो. किन्तु ध्यै धातुः ऐकारान्तधातुः एव. यथा गै अस्ति तथा एव ध्यै अस्ति, किन्तु तस्य रूपं ध्यायति, ध्यायति इति लट्लकाररूपम् अस्ति. किन्तु तवत्वन्तरूपं चिन्तनीयं. ध्यानवान् ध्यानवन्तः तत्र धी धी इति भवति इति मन्ये भगिनी. अधीता अधीतः अधीता अधीतं धीतवान् भवति वा धीतवती? अग्रे वदामि. दृष्ट्वा इत्युक्ते किञ्चित् चिन्तनीयं, प्रत्येकं रूपसिद्ध्यर्थं चिन्तनीयम्. अधीतवान् इत्यस्मिन् प्रसङ्गे अधि उपसर्गपूर्वकः इन् अधि उपसर्गः अस्ति चेत् अधीत इति रूपं सिद्ध्यति. किन्तु ध्यानं ध्यायति तत्र धातुः भिन्नः, अधीत इत्यस्मिन् धातुः भिन्नः. न ह्रस्व एव अस्ति, अदादि मनेपदि अपि च अधीते अधीते इति भवति. उपपदपूर्वम् एव केवलं ह्रस्व इकारः एव तिष्ठति. अग्रिमं वाक्यं पश्यामः. शुभदा भगिनी भवती एव करोतु. युवां सर्वदा सत्यं वदथः, युवां सर्वदा सत्यम् उक्तवन्तौ. अत्र युवाम् इति युवाम् इति द्विवचनं भवति. युष्मद् शब्दस्य प्रथमा विभक्ति द्विवचनं, युवां त्वं युवां यूयम् इति. वदथः इति मध्यमपुरुषे द्विवचनं, युवाम् अस्ति इति कृत्वा वदथः इति भवति. युवां वदथः, वद् इति धातुः, तस्य सकर्मकधातुः इति मन्ये. सत्यं वदथः, अत्र सत्यम् इति कर्मपदमस्ति. सर्वदा सत्यं वदथः, युवां सर्वदा सत्यम् उक्तवन्तौ. उक्त इति वद् इति धातोः वच् धातुः अस्ति वा? वद् इति क्रियापदस्य धातोः उदितः इति तवक्तुरूपं भवति. परन्तु वच् उक्तः इति वच् धातुः भवति इति अहं मन्ये. चोहोकुः इत्यनेन च चकारस्य ककारः भवति झलिपरे, अतः उक्तः इति भवति. तदेव अहं जानामि भगिनि. अत्र तु वद् धातुतः वदति वदतः वदन्ति लट्लकाररूपाणि सिद्ध्यन्ति. मध्यमपुरुषरूपम् उक्तमस्ति, किमर्थं चेत् युवां वदतः इति रूपमस्ति. वद् धातोः रूपमेव वदति, किन्तु तस्य तवत्वन्तरूपं परिशीलयामश्चेत् उदितवान् उदितवन्तौ उदितवन्तः इत्यादीनि रूपाणि सिद्ध्यन्ति. इत्युक्ते वद् धातुः सम्प्रसारणी धातुः इति कृत्वा वकारस्य स्थाने ऊकारादेशः भवति, यणः स्थाने इक् आदेशः भवति अत्र. इत्युक्ते यण्सन्धेः विपरीतं कार्यम् अत्र भवति. यण्सन्धेः प्रसङ्गे इक् वर्णानां स्थाने यण् वर्णादेशः भवति, किन्तु सम्प्रसारणकार्यं भवति चेत् यणः स्थाने इक् वर्णादेशः भवति. इत्युक्ते यण् प्रत्याहारस्थवर्णानां स्थाने इक् प्रत्याहारस्थवर्णानाम् आदेशः भवति. इत्युक्ते इको यणचि इति सूत्रस्य विपरीतकार्यम् अत्र भवति. किन्तु धातुः सम्प्रसारणी धातुः, अपि च वद् धातुः अपि सम्प्रसारणी धातुः. वद् धातुः भुवादिगणे अस्ति, किन्तु वच् धातुः अदादिगणे अस्ति. तस्य रूपाणि वक्ति, वक्तः, वचन्ति इति रूपाणि भवन्ति. अदादिगणे अस्ति वच् धातुः. तस्य क्तवत्वन्तरूपाणि उक्तवान्, उक्तवन्तौ, उक्तवन्तः इति रूपाणि भवन्ति. वच् धातोः प्रसङ्गे वचिस्वपि यजादीनां खिति इति एकं सूत्रमस्ति. वचिस्वपि यजादीनां खिति इत्युक्ते अत्र क्तवत् प्रत्ययः खित् प्रत्ययः इति कृत्वा वचिस्वपि यजादीनाम् इति सूत्रेण सम्प्रसारणकार्यं भूत्वा वच् ऊच् भवति. तत्पश्चात् यथा भवत्या उक्तं चोः कुः इत्यादीनि कार्याणि भूत्वा उक्त्वा, उक्तः, उक्तवान् इत्यादीनि रूपाणि सिद्ध्यन्ति इति विषयः. सत्यम् इत्युक्ते यदार्थम् अथवा यथा तथम् अस्माकं परिशीलनं किम् इत्युक्ते लट्लकारप्रसङ्गे वद् धातोः रूपाणि प्रसिद्धानि. किन्तु क्तवत्वन्तरूपाणां प्रसङ्गे वच् धातोः रूपाणि प्रसिद्धानि. किन्तु द्वयोः धात्वोः अर्थः तु समानः इति कृत्वा एवं रीत्या लोके रूपाणि प्रसिद्धानि. भगिनी, लैक् वद् वहति, वह कैरी, वाट् विल् इट् बिकम्? ऊढवान्. धन्यवाद, ऐ डिड्न्ट् नो दट्. इत्युक्ते केषाञ्चन धातूनां प्रसङ्गे भिन्नभिन्नरूपाणि सिद्ध्यन्ति, हल्सन्ति कार्याणि भूत्वा. भगिनि क्षम्यतां भगिनि, वद् धातुतः उक्तवान् उदितवान् आयाति, वच् धातुतः तवतु प्रत्ययान्तरूपं किं भगिनि? वच् धातुतः उक्तवान्. ओ, उक्तवान् इत्युक्ते समान एव अर्थः तु समानः. उदितवान् रूपमपि समानेव, वद् धातुतः वच् धातुतः तवतु रूपं. वद् धातोः क्तवत्वन्तरूपम् उदितवान्. ओ अस्तु. वच् धातोः क्तवत्वन्तरूपम् उक्तवान्. अस्तु, अवगतम्, अधुना अवगतं, किञ्चित् भ्रम जाता. अस्तु भगिनि, धन्यवादः. अत्र सत्यम् इति लिखितमस्ति. सत्यं भिन्नं पदं, सत्वं भिन्नं पदम्. सर्वदा, सर्वदा इत्युक्ते सर्वस्मिन् काले. सर्वदा इति अव्ययपदमस्ति. सर्वदा, कदा, यदा इत्यादीनि रूपाणि एकेन विशिष्टसूत्रेण सिद्ध्यन्ति. सुजाता भगिनी, भवती करोतु अग्रिमं वाक्यं. यूयं भजद्वे, यूयं मध्यमपुरुषबहुवचनम् अस्ति अस्मद् शब्दस्य. भजद्वे भज् धातुः भजते. रूपं दृष्ट्वा किम् अवगतवती? यूयं भजद्वे, रूपं दृष्ट्वा अयं धातुः कीदृशधातुः अत्र भजद्वे? भजद्वे विशिष्टं रूपं दृश्यते, भजद्वे. तत्र रूपं दृष्ट्वा किम् अवगन्तुं शक्नुमः? अयं धातुः प्रायशः आत्मनेपदी धातुः. आत्मनेपदीरूपं दत्तमस्ति, किन्तु अयं धातुः तु उभयपदी. अत्र भजति इति एकं रूपमस्ति, भजते इति अन्यत् रूपमस्ति. वक्तुमिच्छति वा भवती आत्मनेपदीरूपाणि? भजते, भज, भज, भजते, भजेताम्. अत्र लट्लकाररूपं वक्तव्यम्. लट्लकार भजते, भजते, भजे, भजते, भजन, भज, भजन्ते. वृत् धातोः रूपाणि जानाति वा, नो चेत् वन्द् धातोः रूपाणि? जानामि. वन्द् वन्दते, वन्देते, वन्दन्ते. वन्दे इत्युक्ते तत्र वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दध्वे वन्दे वन्दामहे वन्दे वन्दामहे वन्दामहे इदानीं भज् धातोः रूपाणि वदतु वन्दे वन्देते भजे भज भजते भजेते भजन्ते भजसे भजे भजेते भज भजद्वे भजे भजे भजे वहे भजे महे भजावहे भजामहे क्षम्यतां भगिनि अयं धातुः उभयपदी धातुः अस्ति इति कृत्वा भज सेवायाम् इति धातुः तत्र भज इति कथनेन धातोः अन्ते अनुनासिक अकारः अस्ति अनुनासिक अकारस्य लोपः केन सूत्रेण भवति उपदेशे जननासिक इत्यनेन उत्तमं यूयं भजद्वे इति लट्लकारवाक्यं दत्तमस्ति अत्र कर्तृपदं मध्यमपुरुष बहुवचनमस्ति बहुवचनं अत्र परिवर्त्य भूतकालार्थे किं लिखितम् यूयं भुक्तवन्तः भक्तवन्तः पश्यतु भगिनि भज् धातुः भिन्नः भुज् धातुः भिन्नः अत्र धातुः कः भज् भज् धातुः भज् भज् अग्रिमं वाक्यं परिशीलयामश्चेत् भुञ्जे इति लिखितमस्ति इत्युक्ते तत्र धातुः भिन्नः अत्र धातुः भिन्नः अत्र तु भुज् भुज् धातु भुज् धातु अस्ति भज् धातु यूयं भजद्वे भज् धातु अस्ति भुज् धातु अस्ति अहं भुञ्जे अत्र तु धातुः भिन्नः भजसेवायाम् इत्यस्मिन् अर्थे अस्ति यूयं भक्तवन्तः अस्मिन् वाक्ये कर्तृपदं मध्यमपुरुषकर्तृपदम् अस्ति कर्तृपदं मध्यमपुरुष अस्ति चेत् अथवा उत्तमपुरुषः अस्ति चेदपि अथवा प्रथमपुरुषः अस्ति चेदपि रूपपरिवर्तनं न भवति अहं भक्तवती साधु सा भक्तवती साधु सः भक्तवान् साधु त्वं भक्तवान् साधु इत्युक्ते तत्र मध्यमपुरुषकर्तृपदम् अथवा प्रथमपुरुषकर्तृपदम् उत्तमपुरुषकर्तृपदं किमपि कर्तृपदमस्ति चेदपि तवत्वन्तरूपं योजयित्वा वक्तुं शक्नुमः अस्मिन् वाक्ये यूयं भक्तवन्तः इति लिखितमस्ति अत्र भज् धातुतः तवत्वन्तरूपं भक्तवन्तः भक्तवन्तः इति बहुवचने दत्तमस्ति रूपाणि एकवारं वदतु भक्तवान् भक्तवन्तौ भक्तवन्तः भक्तवान् भक्तवन्तौ भक्तवन्तः भक्तवन्तं भक्तवन्तौ भक्तवतः भक्तवन्तः भक्तवतः तत्र भवत् शब्दवत् भक्तवत् इति प्रातिपदिकं तकारान्तप्रातिपदिकम् अस्ति इति कृत्वा तकारान्तशब्दस्य रूपाणि भवन्ति करपत्राणि अपि प्रेषितवती भज् धातोः रूपमेव भक्त सूत्रद्वयमस्ति चोहकुः इति एकं सूत्रं खरीच इति अन्यत् सूत्रमस्ति चोहकुः इति सूत्रेण भज् इत्यस्मात् जकारस्य स्थाने गकारादेशः भवति पश्चात् खरीच इत्यनेन गकारस्य स्थाने ककारादेशः भवति इति कृत्वा भक्त इति रूपम् इत्युक्ते तत्र सन्धिकार्यद्वयं करणीयं तेन भज् धातुतः भक्त इति रूपं सिद्ध्यति स्त्रीलिङ्गे रूपाणि वदतु भक्तवती भक्तवत्यौ भक्तवत्यः उत्तमं साधु भगिनी अधुना शोभा भगिनी भवती करोतु श्रूयते किञ्चित् अहं वदामि सो वि केन् कन्क्लूड् लकारेषु क्रियापदस्य लिङ्गभेदः न भवति परन्तु तवत्तु प्रत्ययेषु ऐ मीन् तवत्तु रूपेषु लिङ्गभेदः भवति बट् पुरुषभेदः न भवति उत्तमं परिशीलनं तवत्वन्तरूपेषु लिङ्गभेदः अस्ति किन्तु पुरुषभेदः नास्ति. किन्तु भिन्नरीत्या तिङन्तपदेषु गायति गायतः इत्युक्ते तिङन्तपदेषु लिङ्गभेदः नास्ति किन्तु पुरुषभेदः अस्ति. साधु परिशीलनं सुगन्तपदं चेत् पुरुषभेदः नास्ति. तदेव शोभा भगिनी करोतु. आम् अहं भुञ्जे इति तत्र तव तु भवति अहं भुक्तवान् इति तत्र अहं भुञ्ज इत्यस्य तु भुज् इति धातुः उभयपदी अस्ति. भुनत्ति अपि भुङ्क्ते इति द्वे रूपद्वयं भवति. अहं भुञ्जे इति उत्तमपुरुषे तत्र आत्मनेपदी रूपं दत्तं भुञ्जे इति. अपि च भुक्तवान् अपि चो कुः इत्यनेन एव भवति इति मन्ये भगिनि. तत्र भुज् इत्यस्य भुज् प्रथमतः भुज् अस्ति, अनन्तरं तत्र चकारः भवनीयं किल, अनन्तरं चकारः चोकुः इत्यनेन. अतः भुक्तवान् इति रूपं निष्पन्नः. स्त्रीलिङ्गे वदतु. अहं भुक्तवती इति भवितुम् अर्हति भुक्तवती. अपि च अत्र भुज् धातोः प्रसङ्गे इतोपि ज्ञातव्यः अंशः कः इत्युक्ते भुज् धातुः पालनाभ्यवहारयोः इत्यस्मिन् अर्थे उभयपदी धातुः अस्ति. अत्र तु पालनार्थे परस्मैपदीरूपं स्वीकर्तव्यं, पालनार्थे भुनक्ति इति रूपं स्वीकर्तव्यम्. अत्र अभ्यवहारः इत्युक्ते भोजनं, खादनार्थे भोजनार्थे वक्तुमिच्छामश्चेत् आत्मनेपदीरूपं स्वीकर्तव्यम्. अहं भुञ्जे, अहं फलानि भुञ्जे. रुदादिगणे अस्ति ऐ थिङ्क् सो दट् अनुनासिकम् इन् बिट्वीन् द धातु वर्णस् किल, तत्र भुनक्ति इति भवति. अयं धातुः तु रुदादिगणे अस्ति इति कृत्वा तत्र मध्ये कानिचन कार्याणि भवन्ति. रुधादिभ्यः श्नम् इति सूत्रेण मध्ये श्नम् इति विकरणप्रत्ययः आयाति. अपि च भुज् तत्र भुज् इति एतत् एव धातुः भोगः इति भवति किल, घञ् प्रत्ययान्त अस्ति वा भोगः, किमपि भुङ्क्तं भोगः इति. अत्र एकः विषयः अस्ति, भुक्तः भुक्तवान् भुक्तवती इत्यादिषु केवलं सन्धिकार्याणि एव भवन्ति, गुणकार्यं न भवति. किमर्थं चेत् एते प्रत्ययाः क्ता क्तवतु तिन् एते प्रत्ययाः, भुक्तिः इति क्तिन् प्रत्ययान्तरूपम्, एते प्रत्ययाः कित् प्रत्ययाः कृत्वा अत्र गुणकार्यं न भवति. केवलं भुज् धातुतः सन्धिकार्याणि भूत्वा भुक्तः भुक्तिः भुक्तवान्. किन्तु भोगः इत्यस्मिन् तत्र गुणकार्यं भवति भुज् धातुतः. भुज् धातुः उदुपधधातुः, हलन्तधातुः, अपि च उपधायाम् उकारः अस्ति, उकारस्य गुणः भूत्वा भो भवति. घञ् प्रत्ययः कीदृशप्रत्ययः इति परिशीलयामश्चेत् आदौ घकारः अस्ति, सः घकारः लशक्वतधिते इति सूत्रेण लशकु कु इति कथनेन कवर्गीयव्यञ्जनानि इति अर्थः खलु, तत्र कख ग घ, तत्र घकारः कवर्गीयव्यञ्जनमस्ति इति कृत्वा लशक्वतधिते इति सूत्रेण घञ् प्रत्यये स्थितस्य घकारस्य इति संज्ञा भूत्वा लोपः भवति. अपि च अन्ते घञ् इति कथनेन ञकारः अस्ति, चवर्गीय अन्तिम अनुनासिकव्यञ्जनमस्ति, तस्य लोपः हलन्त्यं सूत्रेण भवति, तत्र आ एव तिष्ठति. किन्तु घञ् प्रत्ययः प्रसङ्गे गुणकार्यं भवति, व्याकरणवर्गे श्वः वयं पठिष्यामः. किम् इत्युक्ते खित् अस्ति चेत् गुणवृद्धिनिषेधः भवति, अपि च णित् अस्ति चेत् कुत्रचित् वृद्धिः भवति, कुत्रचित् गुणः भवति. णित् प्रत्ययः अस्ति चेत् नायकः अथवा नाययति अथवा पाठयति पाठकः इत्युक्ते णित् प्रत्ययः. प्रत्ययः णित् अस्ति चेत् तत्र वृद्धिः भवति अत उपधायाः इत्यनेन, अपि च अचोयिणिति इत्यनेन वृद्धिः भवति. अन्येषु स्थलेषु केवलं गुणः एव भवति. एतावता आशयः तु भोगः इत्यस्मिन् सन्दर्भे भुज् धातुतः उकारस्य गुणः भूत्वा भो भवति. इत्युक्ते धातोः परं कीदृशप्रत्ययः अस्ति इति सर्वदा चिन्तनीयम्. कित् अस्ति वा, णित् अस्ति वा, इत्युक्ते प्रत्येकं प्रत्ययस्य विशिष्टस्वभावः अस्ति. तेन स्वभावेन धातौ यः स्वरवर्णः अस्ति तस्य स्वरवर्णस्य परिवर्तनं भवति. कुत्रचित् गुणकार्यं, कुत्रचित् वृद्धिकार्यं. तत्र नायकः इत्यस्मिन् णुवुल् प्रत्ययः अस्ति. णुवुल् प्रत्ययः णित् अस्ति. णित् अस्ति इति कृत्वा तत्र अचोयिणिति इति एकं सूत्रमस्ति. तेन सूत्रेण णी धातुतः वृद्धिः भूत्वा नञ् भवति. पश्चात् यचोयवायावः इति कार्यमपि अस्ति इति कृत्वा णी आदौ नञ् भवति. तस्मात् यचोयवायावः इत्यनेन आय् आदेशः भवति ऐकारस्य स्थाने. तेन नाय् नायकः नाययति. इत्युक्ते धातोः परं कीदृशप्रत्ययः अस्ति अपि च तस्य प्रत्ययस्य स्वभावः कः इत्यपि ज्ञातव्यम् इति विषयः. अभ्यवहारः इत्युक्ते भोजनम् इति अर्थः. वयम् उत्तमरीत्या चिन्तनं कृतवन्तः, किन्तु मम पार्श्वे केचन धातवः सन्ति, तेषां रूपाणि विशिष्टानि सन्ति इति कृत्वा एकवारम् अहं तानि रूपाणि वक्तुमिच्छामि केवलम् आस्वादार्थम्. अत्र भोगः इति अस्ति किल, तस्य उदुपदधातुः अस्ति, इत्युक्ते गुणः भूत्वा भोज भो भवति, भू इत्यस्य भो भवति. परन्तु अत्र तु घञ् प्रत्ययः अस्ति, अत्र यत् अस्ति किल, अतः तस्य वृद्धिः भवितुमर्हति, परन्तु वृद्धिः न भूत्वा गुणः भवति. किञ्चित् भ्रमः जातः. अनन्तरं तत्र प्रक्रिया का इति लिखित्वा प्रेषयामि. इत्युक्ते अत्र केषाञ्चन धातूनां तावत्वन्तरूपाणि, कानिचन रूपाणि विशिष्टरूपाणि भवन्ति, साधारणरूपाणि. आप् धातुतः आप्तवान्, प्रा उपसर्गपूर्वकः, आप् धातुतः प्राप्तवान्, लिख् लिखितवान्, मिल् मिलितवान्. क्री धातुः तस्य रूपं क्रीणाति, क्रीणाति तत्र क्रीतवान्. जी धातोः रूपं जितवान्. प्रच् प्रच् धातोः रूपं पृष्टवान्, तत्र पृष्टवान् इत्यस्मिन् सम्प्रसारणकार्यं भवति, अपि च शकारादेशः भवति, अपि च स्तुत्वमपि भवति. दृश् धातोः रूपं दृष्टवान्. नुद् नुद् धातोः रूपं नुन्नवान्, नुन्नवान्. किन्तु नुद् धातुतः निच् निच् प्रत्ययं योजयित्वा वदामश्चेत् नोदितवान्. सिच् धातोः रूपं सिक्तवान्. सिच् धातोः लट्लकाररूपं सिञ्चति. सिच् धातोः ल्युडन्तरूपं सेचनं, जलसेचनं करोमि इति वयं श्रुतवन्तः. तत्र सिच् धातोः रूपं सिक्तवान्. कृष् धातोः रूपं कृष्टवान्, आकृष्टवान्. आ उपसर्गपूर्वकः, कृष् धातुतः क्तवतु योजनेन आकृष्टवान्. किन्तु णिच् प्रत्ययं योजयामश्चेत् तत्र भिन्नं रूपं सिद्ध्यति, आकर्षितवान्. णिजन्तरूपम् आकर्षितवान्, किन्तु साधारण क्तवत्वन्तरूपम् आकृष्टवान्, किन्तु णिजन्तरूपम् आकर्षितवान्. ची धातोः रूपं चितवान्. गुरु धातोः रूपं गीर्णवान्. पच् धातोः रूपं पक्ववान्. वस् धातोः रूपम् उषितवान्. त्रू धातोः रूपं तीर्णवान्. बन्ध धातोः रूपं बद्धवान्. इत्युक्ते बन्धधातौ मध्ये धकारात् पूर्वं नकारः अस्ति चेदपि तस्य क्तवत्वन्तरूपं बद्धवान्. बन्धधातुतः बद्धवान्. इष् धातोः रूपम् इष्टवान्. गम् धातोः रूपं गतवान्. तत्र गम् धातोः प्रसङ्गे एकं विशिष्टं कार्यं भवति. अनुनासिकान्तधातुः इति वदामः. गम् धातुतः गतवान्, यम् धातुतः यतवान्, रम् धातुतः रतवान्. इत्युक्ते एते धातवः अनुनासिकान्तधातवः इति कृत्वा तत्र अनुनासिकवर्णस्य लोपः भवति. आ उपसर्गपूर्वकः गम् धातुतः क्तावतु योजनेन आगतवान्। स्थाधातोः रूपं स्थितवान्, किन्तु निच् प्रत्ययं योजयित्वा वक्तुमिच्छामश्चेत् स्थापितवान्, तत्र पुक् आगमः भवति इति कृत्वा स्थापितवान्। उत् उपसर्गपूर्वकः स्थाधातुतः क्तावतु योजनेन उत्थितवान्, साधारणं रूपम् उत्थितवान्, किन्तु निच् योजनेन उत्थापितवान्। धा धातोः रूपं हितवान्, तत्र धातुः धा अस्ति किन्तु तस्य क्तवत्वन्तरूपं हितवान्। नी उपसर्गस्य योजनेन निहितवान्, किन्तु तत्र धातुः तु धा अस्ति, दधातेर्हि इति एकं सूत्रमस्ति, तेन सूत्रेण निहितवान्, हितवान् इत्यादीनि रूपाणि धाधातोः रूपाणि, क्तवत्वन्तरूपाणि। अपि च वह् धातोः रूपम् ऊढवान्, नी उपसर्गपूर्वकः द्रा धातोः रूपं निद्राणवान्, द्रा धातोः रूपं द्राणवान्। सुप् धातोः रूपं सुप्तवान्, रुह् रुह् धातोः रूपं रूढवान्। आ उपसर्गपूर्वकः रुह् धातुतः क्तवतु योजनेन आरूढवान् इति रूपं भवति। अपि च छिद् धातोः रूपं छिन्नवान्, भिद् धातोः रूपं भिन्नवान्, क्रम् धातोः रूपं क्रान्तवान्, आक्रान्तवान्। आ उपसर्गपूर्वकः क्रम् धातुतः क्तवतु योजनेन आक्रान्तवान्। श्रम् धातोः रूपं श्रान्तवान्, शम् धातोः रूपं शान्तवान्। तत्रापि भिन्नानि कार्याणि भवन्ति, इत्युक्ते दीर्घादेशः भवति, भिन्नभिन्नकार्याणि भवन्ति। वृद्ध धातोः रूपं वृद्धवान्, किन्तु वृद्धधातुतः णिच् योजयित्वा क्तवतु योजनेन वर्धितवान्, वृद्धधातोः रूपमेव वर्धितवान्, किन्तु वर्धितवान् इति णिजन्तरूपं, वृद्धवान् इति साधारणक्तवत्वन्तरूपं, रञ्ज् धातोः रूपं रक्तवान्। अत्र आशयः कः इत्युक्ते भिन्नभिन्न हल्सन्धिकार्याणि भवन्ति, सृज् धातुतः सृष्टवान्, मृष् धातुतः मृष्टवान्, दृश् धातुतः दृष्टवान्, कृश् कृष्टवान्, निर्दिष्टवान्, निर्दिष्टवान् तत्र निर् उपसर्गपूर्वकः दिश् धातुतः क्तवतु योजनेन निर्दिष्टवान्। पा धातोः रूपं पीतवान्, पा धातोः रूपं पिबति किन्तु तस्य रूपं पीतवान्। शंस धातोः रूपं शस्तवान्, दा धातोः रूपं दत्तवान्, गै धातोः रूपं गीतवान्, पू धातोः रूपं पूतवान्। पा धातुः रक्षणार्थे पाति इति एकं रूपम् अस्ति, पानार्थे अन्यः धातुः, इत्युक्ते पा धातुद्वयमस्ति, पा धातुः रक्षणार्थे अस्ति चेत् तस्य लट्लकाररूपं पाति, पा धातुः पानार्थे अस्ति चेत् पिबति, पिबति तत्र क्तवत्वन्तरूपं पीतवान्, किन्तु रक्षणार्थे अस्ति चेत् पातवान्, इत्युक्ते रक्षणं करोति इत्यस्मिन् अर्थे, भिन्नधातुः अस्ति इति कृत्वा तस्य क्तवत्वन्तरूपं भिन्नम् अस्ति। भुज् धातोः रूपं भुक्तवान्, भज् धातोः रूपं भक्तवान्। इत्युक्ते एतेषु रूपेषु भिन्नभिन्न हल्सन्धिकार्याणि अपि च कानिचन विशिष्टसूत्राणि अपि सन्ति कुत्रचित्। भगिनि सह धातु सहन सहति सोड, ऐ मीन् सोढवान्। एण्ड् वाट् अबौट् उपविशति, उपविष्टवान्, उपविष्टवान्, ओके धन्यवादः। उप उपसर्गपूर्वकः विश् धातुतः तवतु योजनेन, तत्र विश् इति तालवीयशकारान्तधातुः अस्ति इति कृत्वा तत्र षकारादेशः भवति, विष्टवान्, किन्तु तत्र णिच् योजनेन उपवेशितवान्। साधारणं रूपम् उपविष्टवान्, णिजन्तरूपम् उपवेशितवान्। स्थाधातोः रूपं स्थितवान्, किन्तु णिच् योजनेन स्थापितवान्। स्वी इति पूर्वमस्ति चेत् स्वीयोगः कृ धातुतः क्तवतु स्वीकृतवान् तथा एव अलङ्कृतवान् नीधातोः रूपं नयति वयं जानीमः नीधातुतः क्तवतु योजनेन नीतवान् नीतवान् नीतवती इत्यादीनि रूपाणि भवन्ति भ्रं धातुतः भ्रान्तवान् अग्रिमेषु पुटेषु कानिचन उदाहरणानि दत्तानि अपि च रिक्तस्थलानि दत्तानि अभ्यासरूपेण कुर्वन्तु अग्रिमे सप्ताहे इमानि रूपाणि कथं साधनीयानि इति अपि किञ्चित् चिन्तनं सोढवान् इन् स्त्रीलिङ्ग वाट् डस् इट् बिकम् सोढवती सोढवती धन्यवादः साधु अधुना अत्र स्थगयामः सर्वेषां धन्यवादाः धन्यवादः धन्यवादः भगिनी धन्यवादः